नमः सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति तिङ् प्रत्ययानां सिद्धिः इति विषयः अनुवर्तते. तत्र अन्तिमभागे वयं स्मः. अत्र तुह्यो सातङ् आशिष्यो अन्यतरस्याम् इति सूत्रस्य विषये वयं दृष्टवन्तः यत् तु हि इत्यनयोः स्थाने विकल्पेन तातङ्ग् इति आदेशः भवति आशीर्वादार्थे इति वयं ज्ञातवन्तः. तत्र तस्मिन् प्रसङ्गे एव अस्माभिः किञ्चित् चर्चितमस्ति. तस्य सारांशरूपेण अत्र वंशी भगिनी वदतु, किं पठितम् एतावता? अस्तु भगिनि, पूर्वस्मिन् कक्षायां वा यत्किमपि पठितं तत्र तु का वार्ता अस्ति, प्रश्नः कः, किमर्थं चर्चा, अन्तिमपरिच्छेद वा सर्वं वदामि वा यत्किमपि पठितं सारांशरूपेण वदतु. अस्तु, पूर्वस्मिन् कक्षायां तु वयं किं पठितवन्तः इत्युक्ते तत्र तत्र तु निच्च इति सूत्रं किमर्थं तत्र तुह्योस्तातङ्गाशिष्यन्त् अन्यतरस्याम् इति सूत्रे किमर्थं कार्यं न करोति. तत्र तु यद्यपि तातङ्ग् इति नित्वं नित् अस्ति, परन्तु अन्तादेशः भवति इति वयं जानीमः. परन्तु तत्र निच्चसूत्रं किमर्थं कार्यं न करोति इत्युक्ते निच्च इति सूत्रस्य कार्यं तत्रैव भवति यत्र अन्त्यादेशः भवति, तत्रैव एतस्य सूत्रस्य कार्यं भवति, अन्यत्र कार्यं न भवति इति अन्तिमपरिच्छेदे उक्तं, तत् अपि वदामि. परन्तु अत्र तु तुह्योस्तातङ्ग् इति यत्र आदेशः भवति तत्र नित्वम् अपि अध्यारोपणम् भवति. अतः तत्र बहवः कार्याणि भवति यत्र नित् इति भवति तत्र. अतः तेन कारणेन तत्र निच्च इति सूत्रस्य कार्यं न भवति, अपि च अनेकाश्चित् सर्वस्य इति सूत्रस्य कार्यम् एव भवति यत्र तुह्योस्तातङ्गाशिष्यतन्यतरस्याम् इति सूत्रे. अपि च अन्यदपि वयं पठितवन्तः तत्र इति वयं चिन्तयामः चेत् तत् निच्चसूत्रम् इति व्यर्थं भवति वा इति वयं चिन्तयामः. न, निच्चसूत्रं व्यर्थं न भवति, यतोहि तत्र अस्थि दधि सख्यक्ष्णाम् अनुदात्तात् इति सूत्रे तत्र अस्थि दधि सक्थि अक्ष्णि इति चत्वारि पदानि द्वितीयाविभक्त्यां ये सन्ति तेषां यज अजादि विभक् तृतीयाविभक्ति अजादि प्रत्ययेषु परे तत्र अनङ्गादेशः भवति. तत्र अनङ् इति नित् अस्ति, अतः तत्र नित् इति कारणेन अन्त्यादेशः भवति. अतः दधि इत्यस्मिन् इकारस्य स्थाने अन् इति आदेशः भवति. अपि च तत्र अलो अन्यत् सूत्रमपि अस्ति, अलोको नः इति सूत्रेण तत्र अन् इति आदेशे यत् भवति तत्र अकारस्य सर्वनामस्थानभिन्न यकारादौ अजादिप्रत्ययः भवति चेत् तत्र तस्मिन् अन् इत्यस्मिन् अकारः लोपः भवति. अतः दध्ना इति रूपं सिद्धं भवति. अन्येषामपि अस्थ्ना सक्थ्ना इति रूपम् अभवत् भवति तत्र. अतः तत्र निच्च इति सूत्रं व्यर्थं न भवति. अन्येषु सूत्रेषु अपि तस्य कार्यं भवति, तत्र अचिष्णु धातु ब्रुवां तस्मिन् अपि तस्य प्रयोजनम् अस्ति. अपि च निच्च इति सूत्रस्य अन्यानि कार्याणि अपि भवितुम् अर्हति. एकं तु गुणनिषेधः अस्ति, यत्र नित् द्विष् इति धातु वयं दृष्टवन्तः, तत्र द्विष् धातुतः यदि तातङ्ग् इति आदेशः भवत् तातङ्ग् इति तु इत्यस्मिन् तातङ्ग् इति आदेशः भवति, तत्र तु तत्र नित् अस्ति. अतः यद्यपि टिप् अस्ति मूले, तत्र प्रकारस्य पित् प्रबाध्य लित्वम् अध्यारोपयति, अतः तत्र गुणः न भवति. अतः द्विष्टात् इति एव रूपं भवति. प्रथमं प्रयोजनं तु गुणनिषेधः अभवत्. द्वितीयप्रयोजनमस्ति वृद्धिनिषेधः. वृद्धिनिषेधः तस्मिन् तत्र वयं दृष्टवन्तः, तत्र सुयोगः तातङ्ग् इति अस्ति. तत्र स्तूयोगः तातङ्ग् इत्यस्मिन् नित् तातङ्ग् इति नित् अस्ति. अतः तत्र वृद्धि भवति स्था क्षम्यतां तत्र वृद्धिः भवितुम् अर्हति स्तौतात् इति भवितुम् अर्हति परन्तु तत्र वृद्धिनिषेधः अभवत् अतः स्तुतात् इति एव रूपं भवति तृतीयप्रयोजनम् अस्ति निच इत्यस्य सम्प्रसारणम् इत्युक्ते यत्र यन् स्थाने इकः आदेशः भवति तत्र तु हा न यन् स्थाने इकः आदेशः भवति यन् यन् विपरीतकार्यं भवति अतः तत्र गृहधातुतः गृह् धातु भवति अतः तत्र यदि प्रयोजन सम्प्रसारणे तत्र कित् परे अस्ति चेत् अपि सम्प्रसारणं भवति अपि च नित् अपि अस्ति चेत् अपि सम्प्रसारणं कित्वात् अपि च नित्वात् इति तत्र हा तत्र नित् इति नित् इत्यस्य उदाहरणमस्ति वश् योगः तातङ् तत्र तातङ् इत्यस्मिन् नित् अस्ति अतः वश् तत्र वश् वकारस्य स्थाने सम्प्रसारणं भूत्वा उष्टात् इति भवति तत्र षकारस्य षत्वं भवति अतः उष्टात् इति रूपं भवति कित् अस्ति चेत् अपि तत्र सम्प्रसारणं भवितुम् अर्हति अस्मिन् अस्मिन् करपत्रे तस्य विवरणं नास्ति परन्तु गृह् इत्यस्मिन् गृह् गृह् भवति रेपः स्याने ऋकारः आदेशः भवति अतः तत्र तवतु प्रत्ययः यद्यपि तत्र तवतु प्रत्यये योजयामः चेत् तत्र तवतु इत्यस्मिन् कित् अस्ति अतः गृह् योगः तवत् इति भवति गृह् गृहीतवत् इति भवति गृहीतवान् इति रूपं भवति अतः तस्मिन् अपि नित्वस्य कार्यम् अस्ति अतः सम्प्रसारणम् अपि अन्यत् प्रयोजनम् अस्ति निच्च इति सूत्रस्य कारणेन चतुर्थः प्रयोजनमस्ति तत्र इट् आगमस्य निषेधः तस्मिन् विषये भ्रुव इट् इति सूत्रं वयं दृष्टवन्तः तत्र भ्रूधातुतः यदा तिप् तिप् प्रत्यय एकनिमिषम् क्षन्तव्यं भगिनि ध्वनिः आसीत् अस्तु तत्र भ्रुव इट् इति श्रूयते खलु भगिनि आं श्रूयते क्षन्तं हा भ्रु तत्र चतुर्थः प्रयोजनमस्ति इट् आगमस्य इडागमस्य इट् ईट् ईट् ईट् ईट् आगमिष्यति ईट् आगमस्य निषेधः अस्ति भ्रुव इट् ईट् इति सूत्रमस्ति तत्र भ्रू धातुतः यदा हलादि पित् प्रत्ययस्य प्रत्ययः अस्ति चेत् ईट् आगमः भवति अतः तत्र भ्रूयोगः तिप् इत्यस्मिन् भ्रूयोगः तिप् इति पकारः हलन्त पित् प्रत्ययः अस्ति अतः ईट् आगमः भवति अतः भ्रूयोगः ईति अपि च ब्रवीति इति अन्तिमरूपं लट् लकाररूपं भवति परन्तु यदि लोट् लकारे वयं दृष्टं पश्यामः तत्र तातङ् इति आदेशः भवति तातङ् इति हलादि प्रत्ययः अस्ति परन्तु तित्वं नास्ति यद्यपि तत्र नित्वम् आदेश अध्यारोपणम् अभवत् अतः तत्र पित्वं नास्ति अतः भ्रुव इट् इत्यस्य कार्यम् एव न भवति अतः भ्रू योगः तात् तातङ् इत्यस्मिन् नकारः लोपः अनन्तरं तात् इति भवति अतः ब्रूतात् इति रूपं लोट्लकारस्य प्रथमपुरुषस्य एकवचनरूपं ब्रूतात् इति भवितुम् अर्हति अपि च अन्तिमपरिच्छेदं वयं दृष्टवन्तः तत्र यदा निच्च इत्यस्य बहवः कार्याणि सन्ति तस्तेन कारणेन तत्र निच्च इत्यस्य मन्थरगतिः भवति अपि च तेन कारणेन तत्र अनेकाशित् सर्वस्य इति सूत्रस्य तेन कारणेन निच्च इति परेण बाध्यते इत्युक्ते अनेकाशित् सर्वस्य तस्य अपवादसूत्रं भवितुम् अर्हति अतः अनेकाशित् सर्वस्य एव कार्यं करोति यत्र निच्च इति बहवः कार्याणि सन्ति इति अन्तिमपरिच्छेदस्य किञ्चित् एव विवरणं मया वक्तुं शक्यते भगिनि तावदेव न अन्यत् हा तावदेव बहु समीचीनं तावदेव पठितं सम्यक् समीचीनतया प्रतिपादितं समीचीनं धन्यवादः तर्हि तत्र अवगतमिति मन्ये इत्युक्ते तत्र सिद्धान्तकौमुद्याम् अस्मिन् विषये उक्तमस्ति तुह्योस्तातङ् आशिष्यन्यतरस्याम् इत्यत्र तातङ् नित् अस्ति अतः तत्र निच्च इति सूत्रेण अन्तादेशः किमर्थं न भवति, किमर्थम् अनेकाचित् सर्वस्य इति सर्वादेशः भवति इत्यत्र तत्र वाक्यत्रयम् उक्तं, वाक्यत्रयम् अथवा वाक्यचतुष्टयम् उक्तमस्ति. तदेकवारं पठित्वा अग्रे गच्छेम. इदानीं तत्र लक्ष्मीभगिनी आरम्भं करोति वा? आशिषि तुह्योस्तातं वा स्यात्, सिद्धान्तकौमुदी वाक्यम् आदौ यत् आसीत्. आदौ वा? चतुर्थबिन्दुः अस्ति खलु, तत्र ततः अग्रे समाधानं सिद्धान्तकौमुद्याः मूलवृत्तौ प्राप्यते. समाधानं सिद्धान्तकौमुद्याः मूलवृत्तौ प्राप्यते. आशिषि तुह्युस्तातं वा स्यात् अनेकालत्वात् सर्वादेशः. यद्यपि निच्च इत्यस्य अपवादः, तथापि अन्यार्थनित्वेषु अनङ्गादिषु चरितार्थः इति गुणवृत्तिप्रतिषेधसम्प्रसारणादि अर्थतया सम्भवत् प्रयोजनककारे तातङि मन्थरं प्रवृत्तः परेण बाध्यते. इह उत्सर्ग अपवादयोः अपि समबलत्वात् भवतात्. अग्रे पठानि वा भगिनी? अग्रे वा? न, अग्रे सर्वं पठितं. तर्हि अहं किमर्थम् एतद् अस्मिन् विषये तत्र गत्वा पठतु इति उक्तम् इति चेत्, अत्र क्रमेण वयं एकैकं वाक्यं स्वीकृत्य तस्य अर्थः कः इति एतावत् दृष्टं खलु. सत्यं. तत्र आशिषि तुह्योस्तातङ् वा स्यात् इति तत्र प्रथमवाक्यं, तदेव तद्वाक्यं तु सूत्रस्य सारांशः अस्ति. आशिषि तुह्योस्तातङ् वा स्यात् इति, तुह्योस्तातङ् आशिषि अन्यतरस्याम् इति सूत्रस्य सारांशः अस्ति. तदनन्तरम् अनेकाल्त्वात् सर्वादेशः इति तत्र निर्णयः अस्ति. अत्र तुह्योस्तातङ् आशिषि अन्यतरस्याम् इति सूत्रे अनेकाल्त्वात् सर्वादेशः भवति इति तत्र निर्णयः अस्ति. तदनन्तरं निर्णयम् उक्त्वा तदनन्तरं कारणं किं, तादृशनिर्णयस्य कारणं किम् इति अग्रे उक्तमस्ति. इत्युक्ते तत्र निच्च इति सूत्रेण अन्तादेशः एव स्यात्, तथापि अत्र अनेकाचित् सर्वस्य इति सर्वादेशः किमर्थम् एवम् इति तत्र कारणानि उक्तं. प्रथमं किम् उक्तं तत्र, यद्यपि निच्च इति अयम् अपवादः, तथापि अनन्यार्थनित्वेषु अनङ्गादिषु चरितार्थः इति. तर्हि तत्र किं वयं दृष्टवन्तः इति चेत्, तत्र निच्च इति, यद्यपि निच्च इति सूत्रम् अनेकाचित् सर्वस्य इत्यस्य अपवादः अस्ति, तथापि तत्र निच्च इत्यस्य सापल्यम् अन्यत्र भवति. निच्च इति सूत्रं व्यर्थं न भवति. यदि तुह्योस्तातङ् आशिषि अन्यतरस्याम् इत्यत्र कार्यं न करोति चेत् व्यर्थं न भवति. तस्य सापल्यम् अन्यत्र अस्ति. कुत्र अस्ति इति चेत्, अस्ति दधि सत्यक्ष्णाम् अनङ्गुदात्तः इति सूत्रे तस्य कार्यं भवति एव. यतोहि तत्र तु नित्वस्य किमपि अन्यत् प्रयोजनं नास्ति, अतः तस्य सापल्यं तत्र भवति. इदानीम् अत्र अस्मिन् प्रसङ्गे तुह्योस्तातङ् आशिषि अन्यतरस्याम् इत्यत्र गुणवृद्धिप्रतिषेधसम्प्रसारणाद्यर्थतया सम्भवत्प्रयोजनाङ्कारे तातङ्गी मन्तरप्रवृत्तः परेण बाध्यते इत्यत्र तुह्योस्तातङ् तातङ्ग् इत्यत्र यः नित् अस्ति, तस्य गुणवृद्धिप्रतिषेधः सम्प्रसारणम् इत्यादयः अर्थाः, इत्यादयः प्रयोजनानि, अर्थाः इत्युक्ते प्रयोजनानि, इत्यादीनि प्रयोजनानि अत्र सन्ति तातङ्ग् इति. इत्येतानि प्रयोजनानि सम्भवन्ति इति कृत्वा तातङ्गी तत्र ङकारस्य गतिः मन्दं भव गतिः मन्दा भवति, मन्दगतिः भवति. यतोहि तत्र बहूनि प्रयोजनानि सन्ति, अतः निच्च एव तत्र कार्यं भवेत् इति नास्ति. कस्य उपस्थितिः भवति इति वयं न वक्तुं शक्नुमः. यतोहि सन्दर्भानुगुणं नित्वस्य कुत्रचित् गुणनिषेधः, कुत्रचित् वृद्धिनिषेधः, कुत्रचित् ईडागमः, कुत्रचित् यत्किमपि भवितुम् अर्हति सन्दर्भानुगुणम्. अतः सर्वत्र निच्च इत्येव भवति इति नास्ति, यतोहि बहूनि प्रयोजनानि सन्ति. अतः एतादृशसन्दर्भेषु तत्र परेण बाध्यते इत्युक्ते, परेण बाध्यते इत्युक्ते निच्च इत्यस्य अनन्तरं यत् सूत्रमस्ति अनेकाचित् सर्वस्य, तेन बाध्यते. सामान्यतया उत्सर्ग अपवादसूत्रमस्ति चेत् अपवादस्य बलं भवति खलु. यतोहि अपवादसूत्रं व्यर्थं भवति इति वयं वदामः. तर्हि इदानीम् उत्सर्गसूत्रं किम्, अपवादसूत्रं किम्? उत्सर्गसूत्रम् अपवादसूत्रं निच्च. हा अपवादसूत्रं निच्च समीचीनं। तर्हि निच्च इति अपवादसूत्रम् इति वदामः चेत् अत्रापि तस्य कार्यं स्यात् इति वयं चिन्तयामः, परन्तु अत्र किम् उक्तमस्ति, निच्च इति सूत्रम् अत्र वस्तुतः अपवादः नास्ति अस्मिन् प्रसङ्गे, तातङ्गीप्रसङ्गे निच्च इति सूत्रम् अपवादः नास्ति, यतोहि निच्च इति सूत्रं व्यर्थं न भवति खलु। निच्च इति सूत्रं तातङ्गीकार्यं न करोति चेत् व्यर्थं भवति वा? किमर्थं न भवति? अत्र गुणवृद्धिनिषेधाः सम्प्रसारणम् इत्यादि कार्याणि तातङ्गी भवति इति कारणात् न न न निच्च इति सूत्रं किमर्थं व्यर्थं न भवति? अत्र अनङ्गति सूत्रद्वये कार्यं करोति, अचिष्णुति एम् वङ्गौ अपि च सत्यं बहुत्र निच्च इत्यस्य कार्यं भविष्यति, यतोहि तत्र नित् इत्यस्य अन्यत् प्रयोजनं नास्ति चेत् निच्च इत्यस्य कार्यं सर्वत्र भवति, यथा तत्र यथा उदाहरणानि इदानीमेव उक्तानि, अचिष्णु धातु ब्रुवाम् अथवा अस्ति अस्ति दधि सत्यक्ष्णाम् अनङ्गुदात्तः इति सूत्रे वा, नो चेत् अवङ् स्फोटायनस्य वा इति, एवं बहूनि रिङ्क्षय ग्लिङ्क्षु इति बहूनि सूत्राणि सन्ति यत्र निच्च इत्यस्य साफल्यं भवति। अतः अस्मिन् प्रसङ्गे तातङ्गीप्रसङ्गे निच्च इति अपवादरूपेण नास्ति, अतः निच्च इति सूत्रम् अपि च अनेकाचित् सर्वस्य द्वयोः समबलम् इति उक्तम्, अतः एव अन्तिमवाक्यमस्ति इह उत्सर्ग अपवादयोर् अपि समबलत्वात्, समबलत्वात् द्वयोः समबलम् अस्ति, अनेकाचित् सर्वस्य अपि च निच्च अनयोः द्वयोः अपि समबलम् अस्ति, समबलम् अस्ति इति कृत्वा निच्च इति अपवादः नास्ति। यत्र तुल्यबलविरोधः खलु, तुल्यबलविरोधः, तुल्यबलविरोधः अस्ति चेत् किं भवति तत्र? इदानीं निच्च इत्यस्य अपि प्राप्तिः अन्यत्र अस्ति, अनेकाचित् सर्वस्य इत्यस्य अपि प्राप्तिः अन्यत्र अस्ति इति कृत्वा इदानीं द्वयोः समबलम् अस्ति, अतः समबलम् अस्ति इति चेत् वयं किं वदामः? तुल्यबलविरोधः इति वदामः, तुल्यबलविरोधः अस्ति, तुल्यबलविरोधः अस्ति चेत् विप्रतिषेधे परं कार्यम् इति कृत्वा अनेकाचित् सर्वस्य इति परसूत्रम् इति कृत्वा तस्य कार्यम् अत्र भवति इति अत्र सारांशः। अवगतं खलु भगिनि? अस्तु, इदानीं लक्ष्मी भगिनी तत्र अग्रे यत्र वयं गतवर्गे तत्र स्थगितं, यत्र वयं तत्र स्थगितं खलु, तत्र इहोत्सर्ग अपवादयोर् अपि समबलत्वात् ततः पठतु। इह उत्सर्ग अपवादयोः अपि समबलत्वात्, अत्र उत्सर्गस्य अपवादस्य च समबलं भवति, अनेन तातङ्गी णित्वस्य णिच्च इति सूत्रं प्रति अपवादबलं न निर्वहति, तस्मात् णिच्च इति अपवादभूतसूत्रं परेण बाध्यते, सामान्यसूत्रेण बाध्यते। इदानीमेव भगिन्या उक्तं, यतोहि णिच्च इति सूत्रं तुह्युस्तातम् अन्यतर आशिषि अन्यतरस्याम् इत्यस्मिन् प्रसङ्गे णिच्च इति अपवादः भवति, तथापि अत्र अनेकाचित् सर्वस्य इति सूत्रमपि समबलत्वात् तिष्ठति, द्वयोः अपि समबलं भवति इति कारणेन णिच्च इत्यस्य अपवादभूतः न भवति। इदानीं समबलत्वात् किं भवति इति चेत् परसूत्रं बलवत् भवति, विप्रतिषेधे परं कार्यम् इत्यनेन, अतः परेण बाध्यते इत्युक्ते परेण सूत्रेण बाध्यते, णिच्च इत्यस्य परसूत्रम् अस्ति अनेकाचित् सर्वस्य इति सूत्रम्, अतः णिच्च इति अपवादभूतसूत्रम् अनेकाचित् सर्वस्य इति परेण सूत्रेण बाध्यते, अतः अनेकाचित् सर्वस्य इति सूत्रं प्रवर्तते इति अर्थः भवति। समीचीनं समीचीनम्, अस्तु धन्यवादः, तदेव यथा भगिनी उक्तवती तथैव अत्र सम्यक्, अतः एव इह उत्सर्ग अपवादयोर् समबलत्वम् इति उक्तं, समबलत्वम् इत्युक्तत्वात् परत्वात् अनेकाचित् सर्वस्य इति सूत्रस्य कार्यं भवति, एव येन वयं तातङ्ग् इति तत्र सम्पूर्णतया तु स्थाने सम्पूर्णतया तातङ्ग्, हि स्थाने सम्पूर्णतया तातङ्ग् सर्वादेशः भूत्वा तातम् इति सिद्धप्रत्ययः भवति विकल्पेन. अस्तु अग्रे शोभा भगिनि. अस्तु भगिनि. विविधकारैः विविधकार्यैः तातङ् विषये मन्दगत्या प्रवृत्तिः भवति. यथा कश्चन लोकन्यायः अस्ति यत् यः बुभुक्षितः तस्य शीघ्रमेव भोजनस्य विषये प्रवृत्तिः भवति. यः तस्मिन् एव क्षणे खादितवान् उदरं पूरितं यस्य भोजनविषये प्रवृत्तौ मन्थरगतिः आयाति. एवमेव तातङ्गः नित्वस्य अनेकानि कार्याणि अभवन् एव यस्मात् निच्च प्रति तादृशी प्रवृत्तिः नास्ति. अतः अपवादत्वस्य बलं नश्यति. तत्र यत् यावत्पर्यन्तम् उक्तं पूर्णतया तु न अवगतं भगिनी. कुत्र न अवगतम्? पठितवती किन्तु तथापि किञ्चित् पठनीयम् अस्ति अधुना. कुत्र कुत्र क्लेशः इति वदतु. क्लेशः वा न पूर्णतया तु न कानिचन विषयाणि न अवगतं. कुत्र कुत्र न अवगतम् इति वदति चेत् स्पष्टीकर्तुं शक्नोमि. अधुना न वक्तुं शक्नोमि भगिनि, पठनीयमस्ति. इत्युक्ते तत्र तत्र इदानीं वदतु, अनन्तरम् अहम् एकं सारांशरूपेण वदामि. उपमा सम्यक् अस्ति. किम् उपमा सम्यक् अस्ति तत्र? किम् उपमा? तत्र भोजनं कृतवान् बुभुक्षः अस्ति इति चेत् नित्वस्य कार्यं कृतं, भोजनं कृतम् अथवा खादितवान् अस्ति चेत् तदनन्तरं भोजनविषये मन्त्रगतिः भवति इति निच्च इति प्रत्ययस्य सूत्रस्य मन्त्रगतिः भवति. किमिति किमर्थम् इत्युक्ते भोजनं कृतवान् एव, कार्यं कृतम् एव इति. समीचीनं समीचीनम्. अस्तु शोभा भगिनी, उचितं वा? उचितम् उचितम् उचितं. शोभा भगिनी वदतु. आं भगिनि, तत्र सूत्राणि अवगमने आगतः, किन्तु सारांशरूपेण वक्तुं शक्नोमि इति अधुना इदानीं पर्यन्तं नास्ति इति. बहु किमपि कार्याणि भवन्ति नित् इत्यस्य, तत्र कानि सूत्राणि आगच्छन्ति, कानि तस्मिन् विषये मास्तु चिन्ता. तस्मिन् विषये मास्तु चिन्ता. यानि कार्याणि आगच्छन्ति इति तस्मिन् विषये चिन्ता मास्तु. तस्य बहूनि कार्याणि इति अवगच्छन्ति चेत् पर्याप्तं. गुणनिषेधः वृद्धिनिषेधः इति द्वयम् अवगच्छति चेत् अपि पर्याप्तम्. आम्, तत् अवगतम्. अस्तु, तत्र किं विविधकार्यैः तातङ्गः विषये मन्दगत्या प्रवृत्तिः भवति. अस्तु, यथा कश्चन लोकन्यायः अस्ति यत् बुभुक्षितः तस्य शीघ्रमेव भोजनस्य विषये प्रवृत्तिः भवति. अत्र कथं तस्य अन्वयः भवति इति द्रष्टव्यम्. एवमेव तातङ्गः नित्वस्य अनेकानि कार्याणि अभवन् एव यस्मात् निच्च इति प्रति तादृशी प्रवृत्तिः नास्ति. अतः अपवादत्वस्य बलं नश्यति. तत्र न अवगच्छामि अहम्. हा, तत्र तदेव, तदर्थमेव तत्र उदाहरणं दत्तमस्ति. उदाहरणं यथा तत्र मया पूर्वमपि एकम् उदाहरणम् उक्तम्. इत्युक्ते यदि अहं यदि तत्र वर्गे एकः एव अस्ति, मम वर्गे एकः एव अस्ति, एका एव छात्रा अस्ति इति चिन्तयतु. तर्हि अहं वदामि, इदानीम् एकं प्रश्नं पृच्छामि, अहं वदामि वदतु इति वदामि चेत् तत्र कः वदति? यः अस्ति सः एव वदति खलु. एका एव छात्रा अस्ति चेत् सः एव वदति. परन्तु यत्र बहवः छात्राः सन्ति तत्र कोऽपि प्रश्नस्य उत्तरं वदतु इति वदामि चेत् तत्र कः तत्र उत्तरं वदति इति न जानीमः खलु. यः कोऽपि वक्तुं शक्नोति. इत्युक्ते तत्र बहूनि बहवः जनाः सन्ति चेत् कः वदति इति वयं न वक्तुं शक्नुमः, यः कोऽपि वक्तुं कस्य उपस्थितिः भवति इति न वक्तुं शक्नुमः। एवमेव अत्र निच् इति सूत्रस्य एकमेव प्रयोजनं, तर्हि नित् इति वदामः चेत् कस्मिंश्चित् सूत्रे नित् इति वदामः चेत् कस्य उपस्थितिः भवति? तर्हि निच् इत्यस्यैव भवति खलु, यतोहि तत्र नित्वस्य अन्यत् प्रयोजनमेव नास्ति। सत्यं, तत्र नित् इति वदामः चेत् निच् इति सूत्रम् आगत्य तत्र आगच्छति कार्यार्थं। परन्तु यत्र बहूनि प्रयोजनानि सन्ति, नित् इत्यस्य बहूनि प्रयोजनानि सन्ति, गुणनिषेधः, वृद्धिनिषेधः, सम्प्रसारणं, निच् इति सूत्रमपि इति बहूनि प्रयोजनानि सन्ति, तर्हि नित् इति वदामः चेत् कस्य उपस्थितिः भवति तत्र? वक्तुं शक्नोमि वा? न, न वक्तुं शक्नुमः, तत्र सन्दर्भानुसारेण भवति। सत्यं, सन्दर्भानुगुणं भवति, कुत्रचित् गुणनिषेधः भवति, कुत्रचित् वृद्धिनिषेधः भवति, कुत्रचित् ईडागमः भवति इति कृत्वा तत्र बहूनि प्रयोजनानि सन्ति इति कृत्वा द पवर् आफ् निच् इस् रेड्यूस्ड्, पवर् आफ् निच् इस् रेड्यूस्ड्, तत्र अपवादरूपेण कार्यं कर्तुं न शक्नोति। यतोहि तत्र बहूनि सूत्राणि सन्ति, तेषु निच् इति अपि अन्यतमम् अस्ति, अतः तत्र तस्य अधिकबलं नास्ति। तादृशसन्दर्भेषु निच् इति सूत्रं कार्यं न करोति, यतोहि तस्य गतिः तत्र मन्तरः गतिः भवति, मन्तरः गतिः भवति, यतोहि तत्र अन्यानि अपि प्रयोजनानि सन्ति। तदर्थमेव अत्रापि एकम् उदाहरणं दत्तं, यः बुभुक्षितः अस्ति चेत् तत्र शीघ्रमेव तत् प्राप्तुं गच्छति, भोजनं खादितुं गच्छति, परन्तु सम्पूर्णतया खादितम् इत्युक्ते तस्य बहूनि प्रयोजनानि सन्ति चेत्, उदरं पूरितं चेत् तदानीं तत्र झटिति प्रवृत्तिः न भवति भोजनस्य विषये इति एवं रीत्या तत्र तातङ्ग् इत्यस्य प्रसङ्गे नित्वस्य अनेकानि प्रयोजनानि सन्ति इति कृत्वा निच् इत्यस्य तादृशतीव्रता न भवति तत्र प्रसक्तं, निच् इत्यस्य प्रसक्त्यर्थं तीव्रता न भवति, अतः तत्र अपवादबलमपि नास्ति, अपवादबलमपि नास्ति, यतोहि अत्र अन्यत्र तस्य अवकाशः अस्ति, निच् इति सूत्रस्य अन्यत्र अवकाशः अस्ति। कुत्र इति चेत् तत्र अचिष्णुधातु प्रुवां युवर् यङ्गौ इति सूत्रे वा, नो चेत् अन्यत्र यथा तत्र पूर्वम् उदाहरणं दत्तम् अस्ति अस्ति सक्ति दध्यक्ष्ण अनङ् उदात्तः इति सूत्रे वा, तादृशसन्दर्भेषु निच्च इत्यस्य प्राप्तिः भविष्यति। अतः अस्मिन् प्रसङ्गे, तातङ्ग् इति प्रसङ्गे, निच्च इति सूत्रम् अपवादसूत्रं नास्ति, यतोहि नित्वस्य बहूनि प्रयोजनानि सन्ति, अतः इदानीं निच्च अपि च अनेकाचित् सर्वस्य सूत्रद्वयम् अपि समबलं द्वयोः अपि समबलमस्ति इति कृत्वा यत्र समबलमस्ति सूत्रयोः मध्ये, तत्र वयं किं पश्यामः, तुल्यबलविरोधः भवति। बलाबलचिन्तने समबलमस्ति चेत् तुल्यबलविरोधः भवति, द्वयोः सूत्रयोः अपि अन्यत्र अन्यत्र लब्धावकाशः अस्ति, अनेकाचित् सर्वस्य इत्यस्य बहुत्र अवकाशः अस्ति, यथा अस्माभिः दृष्टं पूर्वं ज्ञाजनोर्जा इति सूत्रे अनेकाचित् सर्वस्य इत्यस्य अवकाशः अस्ति, अपि च निच्च इति सूत्रस्य अवकाशः तु बहुत्र अस्ति, यथा अचिष्णुधातु ब्रुवां युर् यङौ इति तादृशस्थले अस्य प्रसक्तिः अस्ति इति कृत्वा तुल्यबलविरोधे परसूत्रस्य बलमधिकं भवति, विप्रतिषेधे परं कार्यम् इति कृत्वा अनेकाचित् सर्वस्य इति सूत्रमेव अत्र कार्यं करोति। तुह्योस्तातङ्ग् आशिष्यो अन्यतरस्याम् इत्यत्र तातङ्ग् आदेशः नित्तादेशः सर्वादेशः भवति अनेकाचित् सर्वस्य इत्यनेन। अवगतं वा इति मन्ये भगिनि? धन्यवादः। अस्तु, समीचीनं भगिनि, एकः प्रश्नः अस्ति, अहं प्रश्नः इत्थमस्ति, अनेकाश्चित् सर्वस्य सङ्ख्या 1154, नीचः 1152, अतः विप्रतिषेध परं कार्यम् अहम् अवगच्छामि, तर्हि एव अनेकाश्चित् सर्वस्य अधिक शक्तिः अस्ति। परन्तु अत्र केवलं सूत्रद्वयं सम्बन्धे विप्रतिषेध वयं पश्यामः, परन्तु यदि वयम् अन्य व्यवस्थायाम् अपठत् यतः उत्सर्गसम्बन्धे यदि वदामः तर्हि अन्य कोऽपि सूत्र अस्य निर्णयं सम्बन्धे न भवति, केवलं सूत्रद्वयम् अस्ति। यदि अहं केवलं लिख्य पठामि तर्हि स्पष्टतया अत्र कौमुदी भैमीकौमुदी अन्तर्भूतः ये सूत्र अनेकालशित् सर्वस्य सूत्रका अपवादः अथ स्पष्टतया वदति अपवाद अस्ति अनेकालशित् सर्वस्य प्रति अतः दीक्षा अपवाद अस्ति। परन्तु इदानीं वयं वदामः यदि केवलं द्वयसूत्रं सम्बद्धे वदामः पश्यामः तर्हि विप्रतिषेधपरं कार्यम् आयाति। न बुद्धं, प्रश्नः कः इति न बुद्धम् इत्युक्ते अत्र अत्र अस्मिन् प्रसङ्गे न तर्कः कः? यदि वयं वदामः नित्यः अपवादः अस्ति, न न निच्च इति अपवादः सामान्यतया अपवादः अस्ति, निच्च इति सामान्यतया अपवादः अस्ति, निच्च इति सूत्रम् अनेकाचित् सर्वस्य इत्यस्य अपवादः अस्ति। कुत्र इति चेत् यदा तत्र अचिष्णु धातु ब्रुवां युवर् यौन् वङ्गौ इति सूत्रे यः इयङ् आदेशः णित् अस्ति तत्र निच्च इति सूत्रम् अनेकाचित् सर्वस्य इति सूत्रस्य अपवादरूपेण कार्यं करोति, तत्र क्लेशः नास्ति। यतोहि इयङ् इत्यत्र यः णित् अस्ति नकारस्य इत्संज्ञा तादृशनित्वस्य अन्यत् किमपि प्रयोजनं नास्ति। यदि तत्र निच्च इति सूत्रं कार्यं न करोति चेत् इयङ् इति आदेशे एव नित्वस्य तत्र नकारस्य प्रयोजनं न भवति। वयं जानीमः यत्र कुत्रापि इत्संज्ञा अस्ति चेत् तस्य प्रयोजनं भवति एव खलु। इयङ् आदेशः इयङ् आदेशे यः नकारः अस्ति तस्य किं प्रयोजनम् इति चेत् निच्च इति एव प्रयोजनम्, अन्यत् किमपि नास्ति। अतः तादृशसन्दर्भे निच्च इति सूत्रम् अपवादसूत्रम्। परन्तु एतादृशसन्दर्भे एतत्तु विशिष्टसन्दर्भः अस्ति, सर्वत्र एतादृशसन्दर्भः न भवति। तातङ् आदेशः इति विशिष्टसन्दर्भः अस्ति यत्र तातङ् इत्यत्र यः नित् अस्ति तस्य नित्वस्य बहूनि प्रयोजनानि सन्ति। तादृशसन्दर्भे निच्च इति सूत्रम् अपवादसूत्रम् इति वक्तुं न शक्नुमः, यतोहि समबलम् अस्ति द्वयोः। तदर्थमेव एतत् सर्वं पठितम्। अवगच्छामि। चष्णु भवान् सन्दर्भे अपवाद, परन्तु अन्य सन्दर्भे अपवाद न भवति। हा सामान्यतया अपवादः अस्ति, बहुत्र अपवादः अस्ति, परन्तु एतादृशविशिष्टसन्दर्भेषु नास्ति। नास्ति, अस्तु, धन्यवादः। विजयलक्ष्मी भगिनी अन्तिमपरिचयं पठतु। आं भगिनि, विलम्बेन आगतवती, क्षम्यताम्। नास्ति चिन्ता, पठतु। अधुना ततः एव खलु, अधुना यदा अपवादस्य बलम्, अधुना यदा अपवादस्य बलं नास्ति तदा पूर्वपरत्वं परिशीलनीयं भवति। निच्च अनेकाल्षित् सर्वस्य इति सूत्रद्वयं सपादसप्ताध्याय्याम्, अतः अनेकाल्षित् सर्वस्य प्रथम अध्यायस्य प्रथमपादे पञ्चपञ्चाशत् तमः उत्तमं सूत्रम् इत्यस्य परत्वात् बलम्। निच्च इति तु त्रिपञ्चाशत् अस्ति, अनेकाल्षित् पञ्चपञ्चाशत् अस्ति। तदर्थं च सिद्धान्तकौमुद्याम् उच्यते इहोत् सर्गापवाद योरपि इहोत् सर्गा अपवादयोर् अपि इह उत्सर्ग अपवादयोर् अपि समबलत्वात् भवतात्। एतस्मात् तातङ् अनेकाल्षित् सर्वस्य इत्यनेन न केवलम् उकारस्य अपि तु प्रत्ययस्य पूर्णतया स्थाने आयाति। अत्र निच्च इति सूत्रस्य तु इत्यस्य स्थाने तातङ् इति आदेशः यत्र भवति तत्र निच्च इति सूत्रस्य बलं मन्दरं भवति इति कृत्वा तस्य विधिः न प्रवर्तते. अपि च अनेकाल्षित् सर्वस्य इति सूत्रस्य यतोहि निच्च इति अपवादसूत्रम् अस्ति परन्तु तस्य विधिः न प्रवर्तते. किमर्थं तस्य बलं बहु मन्दर किं भवति मन्थरं भवति इति कृत्वा मन्थरं भवति इति कृत्वा अनेकाल्षित् सर्वस्य परसूत्रम् अस्ति तस्य एव बलम् अधिकं भवति तस्य कार्यमेव प्रवर्तते. अनन्तरं तु इत्यस्य स्थाने सम्पूर्ण तु इत्यस्य स्थाने तातङ् इति अनन्तरं हि इत्यस्य स्थाने तातङ् इति सर्वादेशः एव भवति न तु अन्तादेशः इति अन्तिमपरिच्छेदः. इत्यनेन इह उत्सर्ग अपवादयोरपि समबलत्वात् इति सिद्धान्तकौमुद्याम् उच्यते. इत्युक्ते अस्मिन् प्रसङ्गे इति वा भगिनि इह अस्मिन् प्रसङ्गे इह इत्युक्ते अत्र अस्मिन् प्रसङ्गे उत्सर्ग अपवाद सूत्रस्य समबलम् अस्ति अतः परसूत्रस्य एव कार्यं भवति तस्य एव अधिकबलम् अस्ति इति अधिकं बलम् अस्ति इति सिद्धान्तकौमुद्यामपि उच्यते. भवतात् इति किं भवतात् इति रूपं निष्पन्नम् इति उच्यते भवतु भवतात् इति तातङ् इति सम्पूर्णतया आदेशः भवति चेदेव भवतात् इति भवति खलु भव भवतात् इति वा भगिनि भव भव भवतात् इति मध्यमपुरुषे एकवचने भव भवतात् प्रथमपुरुषे एकवचने तत्र भवतु भवतात् अस्तु समीचीनम् इति तत्र पाठः समाप्तः. अत्र शोभा भगिनी पश्यतु अहं किञ्चित् सारांशरूपेण वदामि. अत्र बहूनि सूत्राणि सन्ति इति कृत्वा भ्रमात्मकः भवितुम् अर्हति परन्तु तत्र सारः कः यतोहि एतत् सर्वं वयं न स्मरामः खलु एतत् सर्वं न स्मरामः चेदपि तत्र कः सारः तत्र किं गृहीतव्यम् इति चेत् अत्र पश्यतु तुभ्योस्तातङ् आशिष्यो अन्यतरस्याम् इति सूत्रे तु हि इत्यनयोः स्थाने तातङ् इति आदेशः भवति विकल्पेन इति उक्तम् आशीर्वादार्थे. तर्हि इदानीं प्रश्नः भवति तातङ् आदेशः सामान्यतया वयं जानीमः यदा आदेशः भवति कस्यचित् स्थाने आदेशः भवति चेत् अलोन्त्यस्य इत्यनेन अन्त्यवर्णस्य स्थाने आदेशः भवति इति सामान्यव्यवहारः सर्वत्र अलोन्त्यस्य इति सूत्रम् आगच्छति. तर्हि अत्रापि अलोन्त्यस्य इति सूत्रम् आगच्छति तर्हि तु इत्यस्य उकारस्य स्थाने आदेशः स्यात् इति वयं चिन्तयामः. परन्तु अष्टाध्याय्याम् अन्यदपि एकं सूत्रमस्ति तत्र अनेकाल्षित् सर्वस्य इति सूत्रमस्ति. तत्सूत्रं वदति यदा आदेशः अनेकाल् अस्ति यथा तातङ् इत्यत्र एकः एव वर्णः नास्ति तातङ् इत्यत्र बहवः वर्णाः सन्ति खलु अतः अनेकाल् अस्ति आदेशः अतः अनेकाल् आदेशः अस्ति चेत् सर्वस्य स्थाने भवति इति उक्तम्. तर्हि तु इति सम्पूर्णस्य स्थाने तातङ् इति आदेशः स्यात् तर्हि अनेकाल्षित् सर्वस्य इत्यनेन तादृश अवगमनं भवति. तत्पश्चात् अष्टाध्याय्याम् एव निच्च इति अपि एकं सूत्रमस्ति. तत्सूत्रं वदति यत्र आदेशः अनेकाल् अस्ति तदानीं तत्र अन्तादेशः एव भवति न तु सम्पूर्णस्य इति वदति. तर्हि इदानीम् अत्र पश्यामः चेत् तातङ् इति आदेशः नित् अस्ति यतोहि तातङ् इत्यत्र अन्ते यः मकारः अस्ति सः इत्संज्ञकः अस्ति अपि च तात् इत्यत्र तात इत्यत्र तकार उत्तरवर्ति अकारः अपि उच्चारणार्थः अतः अन्ततो गत्वा तात् इति अवशिष्यते. तर्हि तातङ् इत्यादेशः नित् अस्ति खलु तर्हि नित् अस्ति चेत् अन्तादेशः भवेत् खलु इति वयं चिन्तयामः. तर्हि तु इत्यस्य अन्तिम उकारस्य स्थाने तात् इति आदेशः स्यात् तर्हि त् तात् इति भवति तत्र तकारः आदौ तदनन्तरं तात् इति भवति. तथा भवति चेत् तत्तु इष्ट इष्टप्रत्ययः नास्ति. अस्माकम् इष्टप्रत्ययः कः? तात् इति प्रत्ययः. तात् इति प्रत्ययः अस्ति चेदेव भवतात् इति रूपं निष्पद्यते. यदि तत् तात् इति तादृशं किमपि अस्ति चेत् तत्र इष्टरूपं न प्राप्नुमः. अतः अत्र निच्च इति सूत्रस्य कार्यं न स्यात्. यदि निच्च इति सूत्रस्य कार्यं भवति तर्हि इष्टरूप इष्टरूपसिद्धिः न भवति. अतः अत्र तर्कः वक्तव्यः, किमर्थं निच्च इति सूत्रम् अत्र कार्यं न करोति, किमर्थं तातङ्ग् इत्यत्र निच्च इत्यस्य कार्यं न करोति इति किमपि वक्तव्यं. तदर्थं सिद्धान्तकौमुदीकारः एवं रूपेण उक्तं, किम् इति चेत् तातङ्ग् इत्यत्र यः नित् अस्ति तादृशनित्वस्य बहूनि प्रयोजनानि सन्ति, एकमेव प्रयोजनं नास्ति, बहूनि प्रयोजनानि सन्ति. कानि तानि इति चेत् उदाहरणार्थं गुणनिषेधः, वृद्धिनिषेधः, सम्प्रसारणम् इति त्रीणि प्रयोजनानि स्वीकरोतु. त्रीणि प्रयोजनानि सन्ति तातङ्ग् इत्यत्र. एतादृशसन्दर्भेषु यत्र बहूनि प्रयोजनानि सन्ति तत्र निच्च इत्यस्य कार्यं न भवति. निच्च इत्यस्य कार्यं तत्र एव भवति यत्र नित्वस्य एकमेव प्रयोजनं, तत्तु अन्तादेशः. निच्च इति सूत्रेण अन्तादेशं प्राप्तुम् एव यत्र नित्वम् अस्ति तत्र एव निच्च इत्यस्य कार्यं भवति. तत् कथं जानीमः, एकमेव प्रयोजनमस्ति इति कथं जानीमः इति चेत् यथा तत्र सन्दर्भं द्रष्टव्यं भवति. यथा तत्र सन्दर्भः कः इति द्रष्टव्यः भवति. यथा तत्र किम् अशिष्णुधातु ब्रुवां योर् यङ्ग् वङ्गौ इति सूत्रे तत्र किम् उक्तम्? इकारान्तधातुः अस्ति चेत् इयङ् आदेशः भवति इति उक्तम्. तत्र इयङ् आदेशः यः नित् अस्ति तस्य अन्यानि प्रयोजनानि सन्ति वा इति पश्यामः चेत् तत्र अन्यानि प्रयोजनानि न सन्ति. यतोहि तत्र साक्षात् धातौ आदेशः अस्ति. यत्र धातौ आदेशः अस्ति तत्र अन्यानि प्रयोजनानि न भवितुम् अर्हन्ति. परन्तु यत्र प्रत्यये आदेशः अस्ति, यथा अत्र तु इति प्रत्ययस्य स्थाने आदेशः अस्ति, तातङ्ग् इति आदेशः, तत्र एव अन्यानि प्रयोजनानि भवितुम् अर्हन्ति खलु. तत्रैव गुणनिषेधः, वृद्धिनिषेधः, एतादृश अन्यानि प्रयोजनानि भवितुम् अर्हन्ति नित्वस्य. अतः यत्र यत्र प्रत्ययस्य स्थाने आदेशः भवति तत्र एव एतादृशचिन्तनं भवति. धातोः स्थाने आदेशः भवति चेत् नित् आदेशः, तत्र तु निच्च इत्यस्य कार्यं भवति एव, क्लेशः एव नास्ति तत्र. परन्तु यत्र प्रत्ययस्य स्थाने नित्वस्य आदेशः भवति तत्र बहूनि प्रयोजनानि भवितुम् अर्हन्ति. तादृशसन्दर्भेषु निच्च इत्यस्य कार्यं न भवति, यतोहि तस्य गतिः मन्दा भवति गतिः. यतोहि नित्वस्य बहूनि प्रयोजनानि सन्ति तादृशसन्दर्भेषु अनेकाचित् सर्वस्य इति सूत्रमेव कार्यं करोति, न तु निच्च इति. अत्र सारांशः. अस्तु, अवगतं भगिनि, अवगतम्. इति तावद् अवगच्छति चेत् तत्र सारः गृहीतः इति अर्थः. अस्तु, इत्युक्ते शास्त्रपठने किं भवति इति चेत् न केवलम् अत्र व्याकरणशास्त्रे, तत्र सर्वेषु शास्त्रेषु बहूनि तत्र बहवः विषयाः भवन्ति. एवमस्ति, एवमस्ति, एवमस्ति इति बहु किमपि उच्यते. परन्तु एतत् सर्वम् अस्माकं मनसि स्थापयितुं शक्नुमः वा इति चेत् न, सर्वं स्थापयितुं न शक्नुमः. तर्हि किं कर्तव्यम् इति चेत् सर्वत्र सारः कः, सर्वं यदि तत्र भवती गृहे पठति चेत् सर्वं पठितं, सर्वं पठित्वा अन्ततो गत्वा अस्य सारः कः इति एकवारं चिन्तयतु. सारः कः? यदा सारस्य विषये चिन्तयति तदानीं विवरणस्य, अधिकविवरणस्य आवश्यकता नास्ति, अधिकविवरणस्य आवश्यकता नास्ति. तत्र गुणनिषेधः, द्विष् इति धातुः अस्ति तत्र एवं भवति, स्तु इति धातुः अस्ति तत्र एवं, तादृशविवरणस्य आवश्यकता नास्ति. तत्र किं भवति इति चेत् यथा मया इदानीम् उक्तं साररूपेण, तादृशसारं तत्र मनसि अस्ति चेत् अग्रे गत्वा कदापि विस्मरणं न भवति. बहु तत्र विवरणं मनसि स्थापयति चेत् तदानीं विस्मरणं भवति. परन्तु सारः कः इति एव गृहीत्वा मनसि स्थापयति चेत् कदापि विस्मरणं न भवति. अवगतं वा? आं, सम्यक् भगिनि, अवगतम्. इति तत्र शास्त्रपठने सर्वदा सारः कः इति चिन्तनीयम्. अस्तु, तर्हि इदानीं पाठः समाप्तः. इदानीं तत्र अग्रिमपाठं प्रति गच्छामः. तिङ् प्रत्ययानां सिद्धिः द्वितीयः भागः. करपत्रमस्ति वा सर्वेषां पुरतः? हरि ओम् अस्तु अरविन्द् महोदय आरम्भं कुरु एतावता परस्मैपदीधातूनां कृते लटि लोटि च सिद्धतिङ् प्रत्ययाः कथं भवन्ति इति अस्माभिः दृष्टम्। स्मरणीयं यत् इदानीं यत्र अङ्गम् अदन्तम् अस्ति भुवादौ दिवादौ तुदादौ चुरादौ च तत्रैव अस्माकम् अवधानं अङ्गम् अदन्तं नास्ति चेत् सिद्धप्रत्ययः किञ्चित् भिन्नाः। पूर्वकरपत्रे लट् लोट् येषां सिद्धप्रत्ययानां कथम् उत्पन्नं भवति इति अस्माभिः दृष्टम्। अदन्तमङ्गम् आधारीकृत्य एव भुवादौ दिवादौ तदादौ चुरादौ एतामङ्गानाम् अदन्त अङ्गानां सिद्धतिङ्प्रत्ययानाम् अवगमनम् अभवत्। यदि अदन्तं नास्ति चेत् तेषां सिद्धप्रत्ययः किञ्चित् भिन्नः इति उच्यते। यदोक्तम् अग्रिमे पठतु यथोक्तं पूर्वम् अस्माकं प्रमुखं चिन्तनं भवति अङ्गनिर्माणे अपि च अङ्गसिद्धितिङ्प्रत्ययोः मेलने। सिद्धतिङ्प्रत्ययाः कथं सिद्ध्यन्ति इति अत्र एकवारम् अवलोकयामः येन अस्माकं तिङ्प्रत्ययाः तृतीया ज्ञानं तर्कयुक्तं स्यात्। एवं च यदा सिद्धतिङ्प्रत्ययाः खण्डस्थीक्रियन्ते अस्माभिः खण्डस्थीकरणं तु अतीव लाभदायकमेव, तदा सूत्राधारीकृत्य खण्डस्थीकरणं सुलभम्। यदा पूर्वम् उक्तम् अस्माभिः अङ्गनिर्माणस्य चिन्तनं प्रमुखं भवति अपि च अङ्गसिद्धितिङ्प्रत्ययोः मेलनस्य विषयम् अपि चिन्तनं भवति। सिद्धतिङ्प्रत्ययाः कथं सिद्ध्यन्ति इति एकवारम् अवलोकयामः येन अस्माकं तिङ्प्रत्ययः ज्ञानं तर्कयुक्तं स्यात्। इत्युक्ते सिद्धतिङ्प्रत्ययः सिद्धरूपं तर्कयुक्तम् इत्युक्ते सूत्र आधारीकृत्य कथं निष्पन्नं भवति इति अवलोकयामः। एवं च यदा सिद्धतिङ्प्रत्ययः खण्डस्थीक्रियते अस्माभिः खण्डस्थीकरणं तु अतीव लाभदायकमेव, यत्र तत्र सूत्राधारीकृत्य सिद्धतिङ्प्रत्ययानाम् अवलोकनं कृत्वा तेषां खण्डस्थीकरणं सम्यक् रीत्या करोति चेत् तत् अतीव लाभदायकं भवति। तत्र सूत्राधारीकृत्य खण्डस्थीकरणम् एव सुलभं भवति इति अस्य परिच्छेदस्य अर्थः। समीचीनम् इत्युक्ते गतकारपत्रे अस्माभिः लट्लकारस्य लोट्लकारस्य परस्मैपदी लट्लकारः लोट्लकारः अनयोः सिद्धप्रत्ययः के इति ज्ञातवन्तः। इदानीं ततः अग्रे लङ्लकारे विधिलिङ्लकारे अपि च आत्मनेपदी लट् लोट् लङ् विधिलिङ् एतेषां सर्वेषां चिन्तनम् अस्मिन् करपत्रे भवति, यत्र अङ्गम् अदन्तम् अस्ति, अदन्त अङ्गानां सिद्धतिङ्प्रत्ययः। अदन्त अङ्गं केषु गणेषु? इति चतुर्षु गणेषु अङ्गम् अदन्तं, तस्य विषये चिन्तनम्। अपि च सिद्धप्रत्ययः यदा के सिद्धप्रत्ययः इति वयं कण्ठस्थीकुर्मः चेत् महान् लाभः, यत्र कुत्रापि अग्रे गत्वा महान् लाभः भवति, अतः कृपया भवन्तः अपि कुर्वन्तु, कण्ठस्थीकुर्वन्तु, बहु किमपि नास्ति, तत्र अल्पमेव अस्ति। भगिनि तर्कयुक्तं पुनः स्पष्टीकरोति करोतु भगिनि। सिद्धप्रत्ययः कथं सिद्ध्यन्ति इति एकवारम् अवलोकयामः येन अस्माकं तिङ्प्रत्ययज्ञानं तर्कयुक्तं स्यात्। तर्कयुक्तम् इत्युक्ते तर्केण युक्तं खलु, तर्कसहितं, तर्कसहितम् इत्युक्ते अत्र वयं तु केवलं सिद्धप्रत्ययानां कण्ठस्थी एव न कुर्मः, ति तः अन्ति सि तः त मि वहामः इति तावदेव अस्माकं नास्ति. तत्र कथम् एते निष्पन्नः इति अपि वयं जानीमः खलु. ओ न अवगतम्. अवगतं खलु. इति कृत्वा तर्कयुक्तम् इत्युक्तम्. केवलं कण्ठस्थीकरणम् इति एव नास्ति अत्र, परन्तु तर्कयुक्तम् अस्ति. वयं जानीमः कथं निष्पन्नाः इति सर्वं ज्ञात्वा इदानीं कण्ठस्थीकुर्मः. इत्युक्ते सामान्यतया वयं यदा रटनं कुर्मः तत्र वयं वदामः खलु, किमपि तत्र नावगच्छति, तत्र केवलं रटनमेव करोति इति सामान्यतया वदामः खलु. तत्र अवगत्य पठनीयम् इति वदामः खलु. तदर्थम् अत्र उच्यते यद्वा इदानीं वयं सिद्धप्रत्ययः के इति वयं रटनं कुर्मः चेदपि तत्र कथं निष्पन्नाः इति अपि ज्ञात्वा वयं रटनं कुर्मः इति तावत्. अस्तु, गोमती भगिनी अग्रे. तर्हि लट् प्रत्ययाः दृष्टाः अपि च लोट् प्रत्ययाः निद्वत्थ सन्ति इति अस्माभिः अज्ञायत. तत्र अतिदेशसूत्रमस्ति लोटो लङ्वत्. अतिदेशः नाम यस्य स्वभावः तदा नास्ति, अतिदेशसूत्रेण तथैव व्यवह्रियते. यथा लोट् तु नित् नास्ति, किन्तु अतिदेशसूत्रेण निद्वत् व्यवह्रियते. अधुना मित् लकारद्वयं लङ्लकारं विधिलङ्लकारं च परिशीलयामः. अत्र पूर्वं यदा पूर्वमुक्तं लट् प्रत्ययस्य लट् लकारे सिद्धप्रत्ययः के इति अस्माभिः पठितम्. अनन्तरं लोट् प्रत्ययस्य लोट् लकारस्य विषये अपि सिद्धप्रत्ययः के एतदपि सूत्राधारेण अस्माभिः पठितम्. तत्र लोट् इति लकारः तु ङित् नास्ति, परन्तु तत्र इष्टरूपसिद्ध्यतेन लोटो लङ्वत् इति अतिदेश सूत्रस्य प्रसक्तिः भवति. यदा अत्र नित्यं नितः, अनन्तरं तस्थस्तमपां तां तं तामः इति सूत्रेण एव लोट् लकारे वयम् इष्टरूपं प्राप्नुमः. यदा लोट् लकारः लङ्वत् भवति चेदपि ते साधुरूपाणि भवति. तत्र अतिदेश नाम तस्य लोट् इति लङ् लोट् इति ङित् नास्ति चेदपि तत्र अतिदेश नाम स्वभावः भवति लोटो लङ्वत् इति सूत्रेण. अतिदेश सूत्रम् इत्युक्ते यस्य स्वभावः तत्र तथा नास्ति, अतिदेशसूत्रेण तथैव व्यवह्रियते. इत्युक्ते केनचित् शब्दरूपस्य स्वभावः परिवर्तितं भवति. उदाहरणेन सार्वधातुकम् अपित् इति सूत्रमस्ति. सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणकार्यं भवति, परन्तु सार्वधातुकम् अपित् इत्युक्ते तस्य गुणकार्यः निषेधः भवति. सार्वधातुकम् अपित् इति अतिदेशसूत्रमस्ति. सार्वधातुकस्य गुणत्वं तत्र निषिध्यते. अतः अत्र लोट् ङित् नास्ति, अपि अतिदेशसूत्रेण ङिद्वत् तद् व्यवहरति. ङित् तु लोट् लट् इति लकारद्वयस्य सिद्धप्रत्ययानां प्राप्तिः अस्माभिः पठितम्. अधुना लङ् लकारः विधिलिङ् लकारः स्तः, तेषां सिद्धप्रत्ययः कथा भवति इति इदानीं परिशीलयामः इति. बहु समीचीनं, सम्यक् इति अस्ति खलु. लट् लोट् इति अस्माभिः चर्चितं पूर्वमेव. इदानीं तत्र लङ् विधिलिङ् परस्मैपदी प्रत्ययानां लङ् विधिलिङ् इति इदानीम् अग्रे रूप तत्र प्रत्ययसिद्धिः कथं भवति इति पश्यामः. यथा भगिनी उक्तवती तत्र लोट् लकारे लङ्वत् लोटो लङ्वत् इत्यस्य प्रयोजनं किम् इति अपि अस्माभिः चर्चितं. लङ्वत् अस्ति इति कृत्वा तत्र कानिचन सूत्राणि इत्यम्नितः इति उत्तमपुरुषे वस्मस् इत्यत्र सकारस्य लोपः, तस्थस्तमीपां तां तन्तामः इत्यनेन तां तं त इत्यादीनि इत्यादयः आदेशाः लोटि अपि भवन्ति इति अस्माभिः चर्चितम्. इदानीम् अग्रे लङ् विधिर्लिङ् एतयोः विषये अग्रे पश्यामः. अस्तु, समीचीनम्. अग्रे मीना, अग्रे सूर्यकुमारी भगिनी. भगिनि, परस्मैपदधातूनां मूलतिन्तत्याः सिप्तश्चि सिप्तस्था मित्वस्मस् परस्मैपदे लङ् लकारस्य तिङ्प्रत्ययसिद्धिः. प्रथमं मूलप्रत्यय धीयते, तदनन्तरं कथं तिङ्प्रत्ययसिद्धिः भवति इति चर्चितवन्तः. नियमाः, प्रथमनियमः अस्ति मूलसिद् प्रत्ययेषु यत्र इकारः नित् लकारेषु तस्य इकारस्य लोपः, यथा थि था भवति, चि अन्ति अन्त अन्त भवति, सि सा भवति, इकारस्य लोपः भवति. द्वितीयनियमः अस्ति तस्थस्था मित् इत्सुलकारे नित्सुलकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण तां तं ता अम् एते आदेशः, न केवलं लङि अपि तु सर्वेषु नित्सुलकारेषु एते आदेशाः भवन्ति. तस्थस्था मिप् मूलप्रत्यये मित्सुलकारेषु तां तं सा अम् आदेशः भवति, न केवलं लङि सर्वत्र नित्सुलकारेषु भवति. तत् उक्तं. तृतीय अस्ति वस्मस् अनयोः प्रत्ययोः सकारस्य लोपः, अयं लोपो अपि सर्वेषु नित्सुलकारेषु भवति. त्रीणि सूत्राणि वदति. प्रथमं इकारलोपः, द्वितीयं नूतन प्रत्ययादेशः, तृतीयं सकारलोपः. समीचीनं, समीचीनं भगिनि, समीचीनम्. इत्युक्ते तत्र मूलप्रत्ययः अत्रापि लङ्लकारस्य कृते अपि मूलप्रत्ययाः समानाः, तिप् तस् झि सिप् तस्थ मिप् वस् मस्. इदानीम् अत्र उमा भगिनी आगच्छतु. इदानीं वदतु, अत्र पट् धातोः लङ्लकारस्य रूपाणि कानि? उत्तमपुरुषे एकवचने किम्? अपटम्. अस्तु, इदानीं रूपाणि भवती जानाति, तर्हि तत्र तत्र सिद्धप्रत्ययः कः? सिद्धप्रत्ययः इत् ताम् अन् अब शून्यं शून्यं नास्ति, तत्र विसर्गः अस्ति खलु. विसर्गः विसर्गः विसर्गः तं त अम् आव आम अव नास्ति व म अभव अभव अभवाव अभव अपटाव इत्यत्र आव इति तत्र सिद्धप्रत्ययः नास्ति, तत्र अङ्गस्य अङ्गकार्यमस्ति. वम इति प्रत्ययः अस्ति, अतः तकारः तकारः ताम् अन् सकारः तं त अं व म इति सिद्धप्रत्ययः खलु. तर्हि तत्र प्रथमपुरुषे एकवचने तकारः इति प्रत्ययं प्राप्तुं तत्र किं करणीयम्? अत्र इकारः सूत्रानुसारणं तिप्तस्जि इति पाणिन्या दत्तम्, अत्र इकारः लोपः भवति. हा, तिप् इति प्रत्यये इकारस्य लोपः स्यात्. लोपः भवति चेदेव तकारः सिद्धप्रत्ययरूपेण वयं प्राप्तुं शक्नुमः. तदर्थम् एकं सूत्रमस्ति इतश्च इति सूत्रम्, यत् पूर्वमपि किञ्चित् चर्चितम्. इतश्च इति सूत्रेण तिप् इत्यत्र इकारस्य लोपः भवति. इदानीं तस् प्रत्ययः किं किं स्यात्? तस् प्रत्यये सिद्धरूपं किं? तिप् तस् जि सिद्धरूपं ताम् ताम्. तर्हि तस् इति कथञ्चित् ताम् इति भवेत् खलु, आदेशरूपेण आगच्छति. ताम् इति आदेशः भवति. यथा लोट् लकारे अस्माभिः चर्चितं तस्तत्समीपां तान् तन्तामः, एवमेव अत्रापि तस्य स्थाने ताम् इति आदेशः. झि इत्यत्र किं भवति? अत्र जोन्तः इति सूत्रेण अत्र अन्ति आगच्छति. अन्ति तत्र तत्रापि इकारः लोपः अन्त् इति अस्ति. अन्त् इति अस्ति, सत्यं. झोन्तः इत्यनेन झ इत्यस्य स्थाने अन्ताद् अन्त् इति आदेशः, अन्त्योगः इ अन्ति इति अस्ति. अत्रापि इकारस्य लोपः इतश्च इति सूत्रेण इकारस्य लोपः, अतः अन्त् इति अवशिष्यते. अन्त् इत्यत्र किं भवति जानाति वा? संयोगान्तस्य लोपः. हा, संयोगान्तस्य लोपः इति नूतनं सूत्रमस्ति. संयोगान्तस्य लोपः यत्र संयोगः अस्ति, हल् वर्णयोः संयोगः, हल् वर्णयोः एव संयोगः इति संज्ञा. हलोनन्तराः संयोगः इति सूत्रेण यत्र हल् वर्णद्वयम् अस्ति, तयोः मध्ये अच्वर्णः नास्ति चेत् तदानीं तयोः संयोगसंज्ञा भवति. तर्हि संयोगः अस्ति चेत् अन्ते पदान्ते संयोगः अस्ति चेत् अन्तिमवर्णस्य लोपः भवति. तर्हि अन्त् इति इदानीम् अन्त् इति प्रत्ययः अस्माकं पदस्य अन्ते एव भवति खलु. अपटन्त् अपटन्त् इति अस्ति, तर्हि अन्त् इत्यत्र तकारस्य संयोगान्तस्य लोपः भवति. अन् इति अवशिष्यते, अन् इति सिद्धप्रत्ययः. अस्तु, सिप् इत्यत्र किम्? सिद्धप्रत्ययः कः? सिप् विसर्ग विसर्गः. विसर्गस्य मूलरूपं किम्? विसर्गस्य मूलरूपं सिप् सकारः सकारात् एव विसर्गः खलु. अत्र सिप् सिप् अस्ति, अत्र सिप् स्थाने सः एव तिष्ठति. इकारः लोपः भवति, प अपि प अपि हलन्तीं सूत्रेण अपगच्छति. सो सः इति सकारः केवलं सकारः अवशिष्यते. सिप् इत्यत्र पकारस्य लोपः, सि इत्यत्र इकारस्य इतश्च इति सूत्रेण लोपः, सकारः एव अवशिष्यते. सकारस्य ससजिषोरुः इति सूत्रेण रु इति आदेशः, तदनन्तरं खरवसानयोर्विसर्जनीयः इत्यनेन विसर्गादेशः, अतः विसर्गः भवति. अपटः तस् इत्यत्र तप्तस्थमिपां तत्सूत्रेण तत्स्थाने तत्स्थाने तम् इति आदेशः समीचीनम् एवमेव त इत्यत्र इत्यासु तप्तस्थमिपां तां तं तामः त अवशिष्यति अल्पप्राण त त इति भवति तस्थसमीपान् तान्तं तामः इत्यनेन तां तं त तर्हि थस् इत्यत्र स्थाने तं थ इत्यस्य स्थाने त इति आदेशः खलु मित् स्थाने इति आगच्छति अत्र इति सूत्रेण इकारः अपगच्छति सो अभवं सो अम् इकारः तत् अत्र वस्तुतः इतश्च इति सूत्रस्य प्रसक्तिः अस्ति मिप् इत्यत्र इकारस्य लोपः स्यात् परन्तु तत् प्रबाद्य तस्थसमीपां तान्तं तामः इत्यनेन मिप् स्थाने अमादेशः वस्मत् आसो अभवाम एव अस्ति मा एव अस्ति सकारः लुप्यते सकारः लुप्यते खलु वस्मत् इत्यत्र सकारस्य सूत्रेण इस् नार्मलि शुड् नाट् गो अवे किन्तु अपगच्छति तत्र अपगच्छति सो सम् स्पेशल् नित्यं नितः इत्यनेन सकारस्य लोपः खलु इति कृत्वा इति कृत्वा वयं पश्यामः अत्र यद्यपि वयं सूत्राणि न जानीमः चेदपि सिद्धप्रत्ययः के इति वयम् अवगन्तुं शक्नुमः यतोहि तत्र पट्धातोः रूपाणि वयं जानीमः अतः सिद्धप्रत्ययः के इति तत्र बेक्वर्ड्स् गच्छामः चेत् सिद्धप्रत्ययः के इति वयम् अवगन्तुं शक्नुमः तर्हि वयम् अवगन्तुं शक्नुमः ति इत्यस्य इकारस्य लोपः कथञ्चित् स्यात् तर्हि तदर्थम् एकं सूत्रं स्यात् इति वयम् अवगन्तुं शक्नुमः तादृशसूत्रं किम् इति चेत् इकारस्य लोपः कथं भवति इति चेत् इतश्च इति एकं सूत्रं कृतम् इतश्च इत्यनेन तस्व इकारस्य लोपः इति उक्तम् अस्तु इदानीं किञ्चित् अग्रे पश्यामः तत्र किं लिखितमिति अत्र मीना भगिनी अग्रे पठतु अंशस्य अन्ते हल् वर्णः भवति तस्य हल् वर्णस्य इत् संज्ञा भवति तस्य लोपः यस्य वर्णस्य इत् संज्ञा जाता तस्य लोपः भवति संज्ञासूत्रं सूत्रद्वयं हलन्त्यम् अपि च तस्य लोपः यत्र वर्णस्य एक अङ्गस्य अंशस्य अन्त्यवर्णः हल् भवति तत् इत् संज्ञा भवति तस्य लोपः इति सूत्रेण लोपः भवति तर्हि नियमान् अनुसृत्य कार्यम् एवं तिप् पकारलोपः ति इकारलोपः इतश्च इति सूत्रेण इति लङ् प्रत्ययः निष्पन्नः तिप् इति पकारः हलन्त्यम् इति सूत्रेण लोपः ति अत्र अस्ति अत्र इकारः लोपः इतश्च इति सूत्रेण इत्येव निष्पन्नः तस् ताम् आदेशः इत्यनेन ताम् इति लङ् प्रत्यये निष्पन्नः अत्र तस्तस्तमिपां तां तं तामः इति सूत्रेण तकार ताम् आदे ताम् आदेशः तकार तस्थाने ताम् आदेशः जी स्थाने अन्त् आदेशः जी स्थाने अन्त् आदेशः इति जोन्तः इति सूत्रेण जी स्थाने अन्ती भवति तदनन्तरम् इकार इतश्च इति सूत्रेण अन्त् आदेशः अन्त् योगः इ अन्ति इ लोपः अन्त् तकारस्य स संयोगान्तस्य तदनन्तरं नकार संयोगः अस्ति तदा तस्मात् संयोगान्तस्य लोपः इति सूत्रेण अन् अन् अन् भवति अन् इति लङ् रूपं निष्पन्नं सित् पकारलोपः सि इ लोपः इतश्च पकारः लोपः अलन्त्यम् इति सि इस् अवगः इ अस्ति इ लोपः इतश्च सूत्रेण इस् इति लङ्तेः निष्पन्नः तस् तम् आदेश इत्यनेन तम् इति लङ् तस् तस् ताम् तां तमि तां तं तां तं तामः वा इति सूत्रेण थस्कं तं तं भवति समानसूत्रेण थकारः दन्त्यथकारः भवति लङ् लङ् प्रत्यये मिप् अम् आदेशः भवति इत्यनेन अम् इति लङ् प्रत्ययः निष्पन्नः मिप् इति मिप् अत्र नित्यं यतः इति सूत्रेण नास्ति मिप् अम् आदेशः इत्यनेन नित्यं नित्यं सूत्रेण भगिनि अम् अम् आदेशः समानसूत्रेण क्षम्यमां लङ् प्रत्ययः निष्पन्न अम् इति निष्पन्नः वस् मस् तत्र वकारः वस् सकारलोभः वकारः इति निष्पन्नः तत्र नित्यं यतः इति सूत्रेण व म इति भवति वस्मस् म इति भवति समीचीनम् आहत्य कति सूत्राणि कति सूत्राणि गणिक इतश्च ज्योन्तः तत्तस्तस्तामिपः हलन्त्यम् इन्क्लूडिङ्ग् हलन्त्यं हलन्त्यं त्यजतु हलन्त्यं त्यजतु इदानीं तत्र अत्र विधायकसूत्राणि विधायकसूत्राणि इतश्च इतश्च इतश्च ज्योन्तः नित्यं नितः तस्तप्तामि चत्वारि सूत्राणि एव इतश्च ज्योतश्च ज्योतः तस्तस्तां संयोगान्तस्य इतश्च ज्योन्तः संयोगान्तस्य लोपः तस्तस्तमीपां तान्तस्तामः अनन्तरं नित्यं नित्यं नितः पञ्चसूत्राणि खलु पञ्चसूत्राणि पञ्चसूत्राणि अत्र कार्यं कुर्वन्ति अस्तु अस्तु इदानीम् अग्रे उषा भगिनी अग्रे पठतु आं भगिनि आं भगिनि इतश्च संयोगः यदा यदा द्वयोः अथवा तद् अधिकानां हल्वर्णानाम् अव्यवहितं मेलनं भवति नाम तन्मध्ये अच् वर्णः न आयाति तदा संयोगः इत्युक्ते हलोनन्तरा संयोगः इति सूत्रेण तदा संयोगः इत्युच्यते यदि सः संयोगः कस्य अपि पदस्य अन्ते भवति तर्हि तस्य संयोगस्य अन्ते यः वर्णः भवति तस्य वर्णस्य लोपः भवति संयोगान्तस्य लोपः इति सूत्रेण यथा अत्र अन्त् इत्यस्ति यथा अन्त् इत्यत्र यथा अत्र अन्त् इत्यस्ति इन्त् इति संयोगः अस्ति अपि च संयोगः अन्त् इत्यस्य अंशस्य अन्ते अस्ति पदान्ते च अतः तकारस्य लोपः भवति संयोगः इति वर्ण्यते संयोगः इति सूत्र हलोनन्तरा संयोगः इति सूत्रं वर्णयति द्वयोः वर्णयोः मध्ये हल् द्वयोः हल् वर्णः अस्ति चेत् तत् मध्ये अच्वर्णः नास्ति चेत् तथा संयोगः इति उच्यते अत्र अन्त् इति जोन्तः इति सूत्रेण अन्त् अन्त् भवति चेत् अन्त् इति नकार तकारयोः हल् वर्णाः, नकार इति तकार इति हल् वर्णाः संयोगः अस्ति. नकारतकारयोः नकारतकारसंयोगः अस्ति चेत् संयोगान्तस्य लोपः अन्त्यपदस्य अन्ते संयोगान्तस्य लोपः इति सूत्रेण अन्तिमवर्णः तकारः लोपः भवति. तत्कारणात् नकारतकारयोः तकारलोपानन्तरं न एव तिष्ठति. जोन्तः इति सूत्रेण संयोगान्तस्य लोपः इति सूत्रयोः कार्यानन्तरम् अन् एव तिष्ठति, जि स्थाने अन् तिष्ठति. समीचीनं, तत् समीचीनम्. इत्युक्ते मूलप्रत्ययः झि इति प्रत्ययः, बहुवचनान्त प्रथमपुरुषे बहुवचनान्तप्रत्ययः झि इति प्रत्ययः, तत्र आदौ झोन्तः इति सूत्रेण झ इत्यस्य स्थाने अन्त् इति आदेशः भवति. अन्त् योगः इ, इदानीम् इतश्च इति सूत्रेण इ इत्यस्य लोपः, अतः अन्त् इति अवशिष्यते. अन्त् इत्यत्र अन्ते नकारतकारयोः संयोगः अस्ति, अपि च पदान्ते अस्ति. यदा हि सुप्रत्यय, यदा हि तिङ्प्रत्ययस्य योजनं भवति धातुभ्यः, तदानीं तत्र पदसंज्ञा अपि आगच्छति. सुप्तिङन्तं पदं यस्य अन्ते तिङ्प्रत्ययः अस्ति तस्य पदसंज्ञा अस्ति, अतः अन्त् इति यदा योजयामः तदानीं तस्य पदसंज्ञा भवति इति कृत्वा इदानीं पदान्ते नकारतकारयोः संयोगः अस्ति, अतः संयोगान्तस्य लोपः इत्यनेन पदान्ते संयोगः अस्ति चेत् अन्तिमवर्णस्य लोपः, अतः तकारस्य लोपः भवति, अन् इति अवशिष्यते. अन् इति सिद्धप्रत्ययः. अस्तु, तर्हि तत्र अत्र संज्ञासूत्रमस्ति हलोनन्तराः संयोगः इति. तत्र अन्तराः इत्यस्य कः अर्थः? अन्तराः मध्ये, मध्ये वर्णाः. अनन्तराः इत्यस्ति खलु, अनन्तराः इति मध्ये, मध्ये इति अर्थः. अनन्तराः यत्र द्वयोः वर्णयोः मध्ये अच् वर्णः नास्ति. अनन्तराः इत्यस्य तत्र समासः कः? अन्तराः, न अन्तराः. न अन्तराः, न अन्तराः, अन्तर इत्युक्ते मध्ये, न मध्ये, न मध्ये. हलो हल् वर्णयोः मध्ये अन्यत् मध्ये किमपि नास्ति चेत्, मध्ये किं भवितुमर्हति इति चेत् अच्वर्णः नास्ति चेत् तदानीं संयोगः भवति. अस्तु, तर्हि संयोगान्तस्य लोपः, संयोगः अस्ति चेत् अन्तस्य लोपः, अन्तिमवर्णस्य लोपः, तत्रापि अन्ते इति उक्तम्. संयोगान्तस्य लोपः कस्य लोपः इति चेत् अलोन्त्यस्य इत्यनेन अन्त् अन्त्यवर्णस्य लोपः. अस्तु, इदानीं तत्र अरुणा भगिनी अग्रे पठतु. लङि, आं भगिनि. लङि सिद्धप्रत्ययाः प्रथम पुरुष एकवचनं त, ताम् अन्, मध्यम पुरुष स, तं त, उत्तम पुरुष अं वा मा. इतश्च इतश्च नित्लकारस्य स्थाने यः परस्मैपद हस्व इकारान्त तिङ्प्रत्ययः तस्य अन्त्य इकारस्य लोपो भवति. येन विधि तदन्तस्य इत्यनेन इकारान्तः इत्यर्थः. अलोन्तस्य इत्यनेन प्रत्ययस्य अन्तिमवर्णस्य इकारस्य लोपः, न तु पूर्णप्रत्ययस्य. इतः तस्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम्. इतश्च लोपः परस्मैपदेषु इत्यस्मात् लोपः परस्मैपदेषु इत्यनयोः अनुवृत्तिः. नित्यं नितः इत्यस्मात् नितः इत्यस्य अनुवृत्तिः. लस्य इत्यस्य अधिकारः अनुवृत्तिसहितं नित् लस्य इतः परस्मैपदस्य लोपः. वयं मूलप्रत्ययः जानीमः तिप्तस्जि सिप् थस्थ मिप् अत्र लङ् लकारे चिद्धप्रत्ययः तकारात् तामम् अन् सा तं त अं वाम प्रथमं सूत्रमस्ति इतश्च इति सूत्रं सूत्रं वदति नित् लकारस्य स्थाने परस्मैपदे पद अश्व इकार अन्ते तिङ्प्रत्यय अस्ति चेत् अन्त्य इकारस्य लोपो भवति अत्र स्पष्टं न लोपः भवति इकारस्य लोपः भवति तत् दत्तं येन विदिदन्तस्य आगत्य इकारान्त एव लोपः भवति येन विदिदन्तस्य इत्यनेन इकारान्तः इत्यर्थम् अत्र अलोन्तस्य इति सूत्रेण केवलम् इकारस्था इकारलोपः न तु पूर्णप्रत्ययः अनुभूतिसहितमस्ति नितः लस्य अधिकारी अस्ति नितः लस्य इतः परस्मैपदस्य लोपः तदेव अहं ति अस्तिप् अस्ति पकार जानीमः हलन्त्यम् इति सूत्रेण तस्य लोपः अपगच्छति तदनन्तरम् इतश्च सूत्रेण इकार लोपः भवति तकार एव अवशिष्यति समीचीनं तर्हि इतश्च इति सूत्रे अनुवृत्तिसहितसूत्रं पश्यामः चेत् नितः लस्य नितः लस्य इति तत्र अनुवृत्तिः अस्ति नितः लस्य इत्यनेन केवलं नित्सु लकारेषु एव अतः लट् लकारे लोट् लोट् लकारे अस्य कार्यं नास्ति इतश्च इति सूत्रस्य कार्यं न स्यात् लोट् लकारे परन्तु लोट् लकारे नित्यं नितः लोट् लकारे किं लोटो लङ्वत् इति उक्तत्वात् इतश्च इति सूत्रस्यापि प्रसक्तिः तत्र भवति लोटे अपि इतश्च इत्यस्य प्रसक्तिः भवति परन्तु प्राप्तिः नास्ति कुत्रापि प्राप्तिः अस्ति वा इतश्च इत्यस्य नास्ति खलु यतोहि तिप् इत्यत्र इतश्च इत्यस्य प्रसक्तिः अस्ति लोट् लकारे परन्तु तत् तत् सूत्रं प्रबाद्य तत्र किं भवति ऐरुः इति सूत्रेण उकारादेशः भवति अतः तु इति भवति तर्हि इतश्च इति सूत्रं नित्सु लकारेषु इतः परस्मैपदस्य लोपः केवलं परस्मैपदि एव इदं सूत्रं कार्यं करोति न तु आत्मनेपदि प्रत्ययानां तर्हि इतः इति उक्तम् इतः इत्यत्र केवलं ह्रस्व इकारः इति एव तर्हि तत्र किमर्थं तत्र तपरकरणं कृतम् केवलं ह्रस्व इकारस्य एव केवलं ह्रस्व इकारस्य एव अत्र कुत्रचित् अत्र दीर्घ वस्तुतः मूलप्रत्यये कुत्रचित् दीर्घ इकारः अस्ति वा किं भवति भगिनि प्रश्नः किम् न इतश्च इति सूत्रे तपरकरणं किमर्थं कृतम् इति तपरकरणमस्ति वा अत्र तपरकरणमस्ति वा तत्र किमस्ति न तपरकरणं नास्ति तत्र किमस्ति तर्हि तत्र षष्टिः अपि इतः इका इ षष्टि इतः रूपं भगिनि इकारस्य इत्संज्ञा न भवति अरुणा भगिनी वदतु इतः इकारस्य षष्टिरूपम् इति इतः षष्टि न प्रातिपदिकं किम् अत्र तर्हि तत्र तपरकरणमस्ति खलु तपरकरणमस्ति तपरकरणेन तत्र केवलं ह्रस्व इकारस्य एव इति अर्थः निष्पन्नः परन्तु अत्र कुत्रापि ह्रस्व इकारः दीर्घ इकारः नास्ति खलु तपरकरणमस्ति आगमः अस्ति न अस्माकं मूलप्रत्ययः तु सर्वे तत्र सर्वत्र ह्रस्व इकारः एव अस्ति, अतः किमर्थम् इतः तप्रकरणं कृतं तत्र चिन्तयन्तु गृहपाठे। विधिलिङ्ग् सियुट् आगच्छति, अत्र एकार सियुट् आगमः कुत्र भवति? परस्मैपदेषु आत्मनेपदे, परस्मैपदे भवति, आत्मनेपदे एव भवति खलु आत्मनेपदे, परन्तु इदं सूत्रं तु आत्मनेपदे कार्यमेव न करोति। तर्हि किमर्थं तप्रकरणम् अत्र कृतम् इति चिन्तयतु गृहपाठरूपेण। ओके अस्तु, विनय महोदय एकवारं वदतु इतश्च इति सूत्रस्य सारांशः कः? इतश्च सूत्रस्य प्रयोजनं कः वा? सारांशः सूत्रस्य सूत्रार्थः कः? सारांशः इतश्च इतश्च सूत्रस्य आधारेण इत् हरस्व इकारः हरस्व इकारान्त तिङ् प्रत्ययः तस्य अन्ते इकारस्य लोपः भवति, इकारस्य लोपः तत्र अलो अन्तस्य आधारेण भवति, केवलम् इकारस्य लोपः भवति, यथा तिप् मूल प्रत्यय अस्ति तर्हि इकार लोपः इकारलोपः अतः त हलन्त अवशिष्यते, अथ यदि वयं लङ्लकार सम्बन्धे वदामः तर्हि अभवत् प्रथमपुरुष एकवचनं भवति। अन्यत्र कुत्र कुत्र प्रसक्तिः इतश्च इत्यस्य? इतश्च प्रसक्ति इतश्च प्रसक्ति अस्ति सिप् सम्बन्धे, यथा सिप् इकारः भवति स हलन्त अवशिष्यते, अत्र पिप् सिप् मिप् अपि मिप् अपि मिप् अपि प्रसक्ति अस्ति, यदि मिप् अस्ति तर्हि मिप् अस्ति एकवचनं एकवचनं तिप् सिप् मिप् मिप् अस्ति अतः अन्यत्र अन्यत्र कुत्र अस्ति एकं केवलं पश्यामि अतः इतश्च इत्यस्य प्रसक्तिः अन्यत्र कुत्र अस्ति वा कुत्रचित् अन्यत्र? लोटो लङ्ग्वत् लोट्लकारे अस्ति अत्र अस्मिन् प्रसङ्गे अस्मिन् प्रसङ्गे अस्मिन् लङ्लकारे अत्र तिप् सिप् मिप् इत्यत्र अस्ति इति उक्तम्, अन्यत्र कुत्रचित् अस्ति वा इकारः? केवलं लङ्लकारे जोन्तः अन्ति अस्ति तदनन्तरं इत्यत्रापि अस्ति खलु चतुर्षु मिप् इत्यत्रापि प्रसक्तिः अस्ति, प्राप्तिः नास्ति, प्रसक्तिः अस्ति चतुर्षु स्थलेषु प्रसक्तिः अस्ति, तत्र मिप् इत्यत्र सङ्घर्षः भवति, तदनन्तरं निर्णयं कुर्मः तस्तस्तमीपां भवति इति खलु। अस्तु अस्तु, तर्हि अत्र स्थगयामः, समयः अतीतः, प्रश्नाः सन्ति चेत् पृच्छन्तु। भगिनि अत्र सप्तनवतिसूत्रम् इतश्च लोपः परस्मैपदेषु तदपि एवमेव कार्यं करोति न इतश्च लोपः भवति न परस्मैपदीषु कुत्र केन सूत्रेण किम् उक्तम् इतश्च लोपः परस्मैपदीषु इति सप्तनवतिसूत्रम् अस्मिन् एकादशसूत्रमस्ति तत्र तदपि इतश्च लोपः परस्मैपदीषु इति उक्तत्वात् तत्र ह्रस्व इकारस्य लोपः भवति परस्मैपदीषु इति अर्थं भवति सप्तनवतितमं सूत्रमिति वा पश्यामि यत्र दृष्टमस्ति अस्मिन् अस्मिन् परिच्छेदे इतश्च लोपः परस्मैपदेषु तत्तु लेट् एव भवति तत् कदा सूत्रं लेट् लेट् लकारे ङित् इति आदेशम् अनुवृत्ति इच्छन्ति इति कृत्वा इतश्च इति पुनरुक्तिः तत्र अत्र इतश्च लोपः परस्मैपदेषु इति लेट् लकारे भवति इतश्च अत्र तु णित्सु लकारेषु भवति इति कृत्वा अस्तु धन्यवादः इति कृत्वा तत्र पुनरुक्तिः समीचीनम् इतश्च द्विवारम् अस्ति इतश्च लोपः परस्मैपदेषु इति एकं सूत्रं तस्य अनन्तरम् इतश्च पुनः इतश्च यतोहि नित्यं नितः इत्यस्मात् इतश्च इति उक्तं तत्र नितः इत्यस्य अनुवृत्तिः इतश्च इत्यस्य इति अत्र आवश्यकमस्ति इति कृत्वा पुनरुक्तिः अस्तु तत्र अत्र स्थगयामः धन्यवादः नमस्कारः धन्यवादः भगिनी नमस्कारः धन्यवादः भगिनी